गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय क्तिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासः इत्यत्र स्मः तत्र प्रतिबन्धकभावः इति कश्चन सिद्धान्तः अस्माभिः चिन्तितः तत्र प्रतिबन्धकत्वम् इत्यत्र षड् निकषाः भवेत् इति अस्माभिः अधीतं प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वम् इति तदनन्तरं समान आकारकत्वं नाम किम् इति चेत् समानविशेष्यकत्वे सति समानविशेष्यता अवच्छेदकत्वे सति भावाभावप्रकारकत्वे सति अत्र किञ्चित् परिवर्तितं मया समानप्रकारता अवच्छेदकत्वम् इति उक्तम् इत्युक्ते प्रतिबद्धज्ञाने यः प्रकारस्य अवच्छेदकः अस्ति सः एव प्रतिबन्धकज्ञाने अपि प्रकारतायाः अवच्छेदकः इति न वक्तव्यं किन्तु किमर्थमिति चेत् तत्र प्रकारः अभावरूपीयः अस्ति इति कृत्वा प्रकार अभावस्य यः प्रतियोगी अस्ति तस्मिन् विद्यमानप्रतियोगितायाः अवच्छेदकः सः एव भवेत् इति एतत् सर्वम् अस्माभिः चिन्तितं तदनन्तरं मुद्रा इत्यस्मिन् विषये स्मः तत्र किं कुर्मः किञ्चित् चिन्तनं कृत्वा इत्युक्ते किमर्थम् एतत् सर्वम् उक्तम् इति अवगन्तव्यमस्ति किमर्थं समानविशेषकत्वं समानविशेषता अवच्छेदकत्वम् अपि च केवलं प्रकारे भावाभावः इति भेदः किमर्थं स्वीकृतः एतत् सर्वं चिन्तितम् अस्माभिः किन्तु बहु किमपि चिन्तितम् इति कृत्वा सरलरीत्या अवगन्तुं शक्नुमः अस्तु इदानीं प्रतिबन्धकप्रतिबध्यभावः इति इत्युक्ते प्रतिबन्धकज्ञानं प्रतिबध्यज्ञानं प्रतिबध्नाति तर्हि किं कं प्रतिबध्नाति इति चेत् विरोधी हा नमस्कारः भगिनि आगच्छतु विरोधि इदानीमेव आरब्धं विरोधी यथा आरम्भे अस्माभिः पठितं तत्र सः अनवस्थानविरोधः यत्र अस्ति इत्युक्ते घट अभावः अस्ति चेत् घटेन एव तत्र घटाभावः अपगच्छति इति कृत्वा घटः एव विरोधी भवति घट अभावस्य एवं हेत्वाभासस्थले तादृशज्ञानं न भवेत् अत्र विपरीतरीत्या वक्तुं शक्यते घट अभावयोः मध्ये विरोधः अस्ति सः अनवस्थानविरोधः अस्ति इत्युक्ते घटाभावः अस्ति चेत् तन्निवारणार्थं घटः आनेतव्यः घटः अस्ति चेत् तन्निवारणार्थं घट अभावः आनेतव्यः एवं हेत्वाभासस्थले सर्वाणि ज्ञानानि भ्रमात्मकानि इति कृत्वा प्रमात्मक अपि च निश्चयात्मकविरोधी कश्चित् आनेतव्यमस्ति इत्यतः तत्र प्रमात्वम् इति योजितं तर्हि किमर्थं प्रमात्वे सति इति उक्तम् इति चेत् प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकं भवति इति कृत्वा तस्य विरोधी केवलं प्रमात्मकम् एव भवेत् इति आगतं तदनन्तरं प्रतिबद्धज्ञानं यत्किमपि भवतु भ्रमात्मकमस्ति किन्तु प्रतिबन्धकज्ञानं निश्चयात्मकं भवेत् तत्रैव सन्देहः सन्देहात्मकमस्ति चेत् तादृशसन्देहात्मकप्रतिबन्धकज्ञानेन प्रतिबद्धज्ञानं निवारयितुं विरोधिं न कारयितुं शक्यते इति कृत्वा कर्तुं शक्यते इति कृत्वा तत्र निश्चयात्मकम् इति अपि भवेत् तदनन्तरं महोदय क्षम्यतां तत्र प्रमात्मकं ज्ञानं प्रमायां निश्चयत्वं नास्ति वा तत्र संशयः अपि भवितुमर्हति वा तदा अस्ति चेत् प्रमा इति वदेमः वा वदेम वा एकम् उदाहरणं ददातु, परिशीलयामः. अस्तु, पर्वते वह्निः अस्ति वा न वा? हा हा सत्यम् इति ज्ञानं प्रमात्मकं वा भ्रमात्मकं वा? अत्र अस्ति वा न वा इति संशयः, निश्चयः नास्ति. तर्हि भ्रमः इत्युक्ते तत्र केवलं भासते, वस्तुतः वह्निः नास्ति इति अस्ति चेत् भ्रमात्मकः, परन्तु अस्ति चेत् प्रमात्मकम् इति. तर्हि अस्ति वा न वा इति संशयः अस्ति चेत् प्रमात्मकम् इति भवति वा इति मम किञ्चित् भ्रमः. अस्तु, तर्हि अत्र किञ्चित् चिन्तयेम. प्रमा इत्यस्य लक्षणं किं? द्रष्टव्य, अधुना न स्मरामि. तद्वती तत् प्रकारकज्ञानं खलु, तद्वती तत् प्रकारकज्ञानं. आम् आम्, यदि घटत्वं घटे पश्यामः, घटत्ववती घटत्वं पश्यामश्चेत् तत् प्रमात्मकज्ञानम्. आम्, परन्तु भ्रमात्मकज्ञानस्य लक्षणं किं? भ्रमा भ्रमायाः लक्षणं किम्? परन्तु तत्र एव यथा भवान् अधुना उदाहरणम् उक्तवान्, तत्र एव घटत्वं घटे एव भासते चेत् प्रमा इति वदेम खलु. तर्हि तत्र घटत्वम् इति तत्र अस्ति वा न वा इति संशयः अस्ति चेत् प्रमात्मकं भवति वा? हा, इतोपि किञ्चित् चिन्तनं तत्र, इतोपि एकं सोपानं. भ्रमायाः लक्षणं किं? विपरीतरीत्या एव भवेत् तत्र, परन्तु तद् अभाववति तत् प्रकारकज्ञानम्. ओ अस्तु, तद् अभाववत् अस्ति चेत् तद्वति इत्युक्ते तद् भाववति तत् प्रकारकज्ञानम् इति प्रमा. तद् अभाववति तत् प्रकारकज्ञानं भ्रमा. इत्युक्ते यस्मिन् रजतत्वं नास्ति, शुक्तिकायां रजतत्वं नास्ति, तद् अभाववति तद्दिति रजतत्वं. रजतत्व अभाववती शुक्तिकायां यदि रजतत्वं पश्यामः तद् भ्रमा खलु? अस्तु, तर्हि भ्रमाज्ञानं निश्चयात्मकमस्ति, प्रमाज्ञानमपि निश्चयात्मकमस्ति. सत्यं, रजतत्वं रजतत्वे रजते अहं पश्यामि चेत् तद् प्रमात्मकज्ञानम्. आम् सत्यं, रजतत्वं शुक्त्यां यदि अहं पश्यामि तद् भ्रमात्मकज्ञानं, किन्तु निश्चयरूपेण अस्ति खलु? निश्चयरूपेण, सदैव. हा, तर्हि इदानीं सप्रकारकज्ञानप्रभेदाः इति षड् प्रभेदाः अस्माभिः अधीतः. तत्र सन्देहः इति कश्चन अस्माभिः अधीतः. सन्देहस्य लक्षणं किम्? तत्र प्रकारद्वयं, हा, एक एव स्थले प्रकारद्वयम् अस्ति, एकस्मिन् विशेष्ये प्रकारद्वयं. प्रकारद्वयं सत्यं, हा. अपि च इतोपि किञ्चित् वक्तव्यं, केवलं प्रकारद्वयम् इति वदामश्चेत्, एकत्र द्वयम् इति वयं दृष्टवन्तः, अथवा एकत्र द्वयम् इत्यत्र प्रकारद्वयं, किन्तु सन्देहः तादृशं नास्ति. प्रकारद्वयोः मध्ये भावाभावरूपता भवेत्. हा, इत्युक्ते पर्वते वह्निः अस्ति वा, वह्निः अभावः अस्ति वा इति प्रश्नः. तर्हि इदानीम् एतद् सन्देहात्मकज्ञानम् अत्र प्रमा वा भ्रमा वा इति चेत्, सन्देहम् इति यदि वदामः तत्र इदानीं प्रमा इति वा भ्रमा इति वा उभयमपि न वक्तुं शक्यते. हा, तदेव, कथं वक्तुं शक्नुमः? न शक्यते खलु. तर्हि सन्देहात्मकं निश्चयात्मकम् इति भिन्नवार्ता अस्ति. हा सत्यं, प्रमात्मकं भ्रमात्मकम् इति भिन्नवार्ता अस्ति. हां, तर्हि उभयं मिलित्वा वक्तव्यम्. निश्चयम् इति किमर्थम् उक्तम् इति चेत्, सन्देहस्य निवारणार्थम् अत्र निश्चयम् उक्तम्. यद्यपि निश्चयत्वं प्रमात्वे अस्ति, hmm. भवान् किं वक्तुम् इच्छति प्रमात्वम् इति वदामश्चेत् पर्याप्तं किल इति हा तदेव तत्र प्रमात्वम् इति वदामश्चेत् पर्याप्तं किल तत्र निश्चयम् इति किमर्थं वक्तव्यं प्रमात्मकज्ञानं सन्देहात्मकं यदा कदापि न भवति तदेव इति कृत्वा तादृशं वदति किन्तु इदानीं सन्देहः यदस्ति तत्तु भ्रम वा प्रमा वा न वक्तुं शक्यते हा उभयमपि न वक्तुं शक्यते इति कृत्वा तस्य निवारणार्थं हा तस्य निवारणार्थं तत्र निश्चयात्मकम् इति भवेत् अन्यथा तद् सन्देहः अपि भवितुम् अर्हति सत्यम् इति कृत्वा सत्यं सत्यम् इत्युक्ते प्रमात्मकज्ञानं निश्चयात्मकम् एव भवेत् भ्रमात्मकज्ञानम् अपि निश्चयात्मकमेव भवेत् सत्यम् किन्तु निश्चयात्मकम् अस्ति चेत् तत्र सन्देहात्मकम् अस्ति चेत् तत्र प्रमा वा भ्रम वा उभयमपि न भवितुम् अर्हति इति कृत्वा किमर्थमित्युक्ते निश्चयः नास्ति खलु तत्र इति कृत्वा अत्र विच् मीन्स् यु नो वि आर् गोयिङ्ग् अट् अ डिफरेण्ट् एक्सिस् नौ इत्युक्ते एक्स् आक्सिस् वै आक्सिस् इति स्वीकुर्मश्चेत् तत्र एक्स् आक्सिस् मध्ये प्रमा वा भ्रम वा इति वक्तव्यम् वै आक्सिस् मध्ये निश्चयः वा संशयः वा इति वक्तव्यं यत् उभयमपि अस्ति निश्चयात्मकप्रमात्मकज्ञानं यदस्ति तदेव प्रतिबन्धकं भवति दट् मीटिङ्ग् पायिण्ट् इति अस्तु तदनन्तरं किमर्थम् अत्र भावाभावप्रकारकत्वम् इति चिन्तितम् इति प्रश्नस्य उत्तरम् इदानीं चिन्तनीयं नो चेत् यथा वयं पठेम तादृशम् अवगच्छेम किन्तु किमर्थं तादृशम् उक्तम् इति चेत् इदानीं प्रतिबध्यज्ञानस्य आकारः अस्ति पर्वतः न अत्र भिन्न उदाहरणं स्वीकुर्मः अग्निः अनुष्णत्ववान् इति आकारः अग्निः अनुष्णत्ववान् इति आकारः तत्र हेतुः इदानीं मया न उक्तम् अग्निः अनुष्णत्ववान् तर्हि अस्मिन् ज्ञाने विशेष्यः कः प्रकारः कः इति मेहुल् महोदय वदतु अस्तु महोदय अग्निः अनुष्णत्ववान् इति खलु अस्तु तत्र अग्निः इति विशेष्यम् अनुष्णत्वम् इति प्रकारः उत्तमम् इति प्रकारः अस्ति अपि च अग्निः अनुष्णत्ववान् तत्र किमपि हेतुः वदेम सत्यं यत्किमपि भवतु स्पृष्टत्वात् इति वदेम इदानीम् अस्मिन् वाक्ये अनुष्णत्ववान् इति प्रकारः अस्ति किन्तु अस्मिन् अनुमानवाक्ये अनुष्णत्वम् इति कीदृशपदमस्ति अनुष्णत्वम् इति मतुप्रत्ययः अस्ति अतः न न क्षम्यतां तर्हि मया भिन्नरीत्या प्रष्टव्यमस्ति इत्युक्ते अग्निः इति पक्षः अस्ति खलु आम् अग्निः पक्षः सत्यम् अनुष्णत्वम् इति किम् ओ साध्यं हा साध्यम् इति तर्हि साध्यस्य निवारणं करणीयं खलु साध्यं तत्र न साधनीयं पक्षेन साधनीयं सर्वत्र साध्यमेव प्रकारः विधया भासते खलु सत्यं सर्वत्र साध्यमेव प्रकारविधया भासते अनुमितौ इति कृत्वा तर्हि तादृशसाध्यं पक्षे न साधनीयं चेत् तादृशज्ञानं भवेत् यस्मिन् साध्यस्य अभावः भवेत् इत्युक्ते अत्र हा यथा भवान् उक्तवान् घटाभावः इत्यस्य निवारणं घटेन एव भवति तर्हि तदेव ज्ञानं भवेत् तत्र नो चेत् घटस्य अभावः घटस्य निवारणं घट अभावेन भवति खलु. सत्यं, विपरीतरीत्या. एवम् अनुष्णत्वम् इति प्रकारः तस्य निवारणम् अनुष्णत्व अभावः इति प्रकारेण एव भवति खलु. सत्यम् इति कृत्वा तत्र भावाभावप्रकारः इति वक्तव्यम्. समीचीनम्. केवलम् अत्र पश्यन्तु, समानविशेषकत्वे सति, समानविशेषकता अवच्छेदकत्वे सति, समानप्रकारता अवच्छेद, सर्वत्र समानं समानं समानमस्ति. केवलं प्रकारे भावाभावः उक्तः. किमर्थमिति चेत् सर्वत्र प्रकारः साध्यमस्ति. सत्यं. साध्यमेव प्रकाररूपेण अस्ति इति कृत्वा साध्यस्य अभावः वक्तव्यः. तत् द्विधा वक्तुं शक्यते, साक्षात् वक्तुं शक्यते. इत्युक्ते तदभाववत्ता निश्चयः. प्रतिबद्धज्ञाने यत् प्रकारविधया भासते तस्य अभावः साक्षात् प्रकारविधये विधया प्रतिबन्धकज्ञाने अस्ति चेत् अस्मिन् प्रतिबन्धकज्ञाने तद् अभाववत्ता निश्चयमुद्रा अस्ति इति वक्तुं शक्नुमः, अवगन्तुं शक्नुमः. आम् आम् सत्यम्. नो चेत् प्रतिबन्धकज्ञाने साध्य अभावस्य प्रकार अभावस्य प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावस्य व्याप्यः. नो चेत् तत् तृतीया अपि वक्तुं शक्यते, तेन अभावेन प्रकार अभावेन यः व्याप्यः अस्ति तद् प्रकाररूपेण अस्ति चेत् यत्र यत्र व्याप्यः अस्ति तत्र तत्र व्यापकः अपि अस्ति खलु. सत्यं. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति अन्वयव्याप्तिः द्वयोः मध्ये इति कृत्वा व्याप्यम् अस्ति चेत् तत्र व्यापकः अस्ति. अत्र व्यापकः कः? प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः व्यापकः खलु. इति कृत्वा प्रकार अभावः अस्ति इति अवगन्तुं शक्नुमः. तदेव द्वितीयमुद्रा, तद् अभावव्याप्यवत्ता निश्चयमुद्रा इति मुद्राद्वयं. तर्हि प्रतिबन्धकज्ञाने यद् प्रकारविधया प्रतिबद्धज्ञाने यत् प्रकारविधया भासते तस्य अभावः प्रतिबन्धकज्ञाने प्रकारविधया भासते चेत् तयोः मध्ये विरोधः अस्ति इति कृत्वा प्रतिबन्धकज्ञानं प्रतिबद्धज्ञानं प्रतिबध्नाति, तादृशसामर्थ्यम् अस्मिन् ज्ञाने अस्ति इति अवगन्तुं शक्नुमः. नो चेत् प्रकार अभावस्य प्रतिबद्धज्ञानस्य प्रकारस्य अभावः यदस्ति तस्य तेन व्याप्यः यदस्ति तद् इदानीं प्रकारविधया प्रतिबन्धकज्ञाने भासते चेत् तेन अवगन्तुं शक्नुमः. अत्र यत्र व्याप्यः अस्ति तत्र व्यापकः निश्चयेन अस्ति इति कृत्वा इदानीं प्रकार अभावः तत्र अस्ति इति अवगन्तुं शक्नुमः. तेन तया मुद्रया इत्युक्ते तद् अभावव्याप्यवत्ता निश्चयमुद्रया अत्र प्रतिबन्धकः भवति इति अवगन्तुं शक्नुमः. बुद्धं खलु? आम् आम् बुद्धं. तर्हि आहत्य मुद्राद्वयमेव अस्ति. तर्हि सर्वं समञ्जसम्, अत्र वस्तुतः किमपि नास्ति. केवलं प्रकारः कः इति चिन्तनीयं. प्रतिबद्धज्ञाने प्रकारः कः? तदेव साध्यं भवति. तर्हि प्रकारः कः इति चिन्तयित्वा प्रकारस्य अभावः प्रतिबन्धज्ञाने प्रकारविधया भासेत, नो चेत् प्रकार अभावस्य व्याप्यः प्रकारविधया प्रतिबन्धकज्ञाने भासेत. आं तदेव, अत्र हृदः जलवान् इत्यस्मिन् प्रतिबन्धकज्ञाने जलम् इति प्रकारः अस्ति. तर्हि केवलं यः प्रतिबद्धज्ञाने प्रकारः आसीत् वन्यभावः, तस्य विरोधी अत्र प्रकारविधिया न भासते. अतः द्वितीयमुद्रायाः आवश्यकता अस्ति, तदभावव्याप्यवत्ता निश्चयमुद्रा इति आवश्यकता अस्ति. सत्यं. क्रदः वह्नि अभावव्याप्यजलवान्, अत्र जलम् इति व्याप्यमस्ति, व्यापकमस्ति वह्निः अभावः. तर्हि वह्निः अभावव्याप्य कश्चन पदार्थः प्रकारविधया प्रतिबन्धकज्ञाने भासते इति कृत्वा ह्रदः वह्निमान् इति ज्ञानस्य बाधां कर्तुं सामर्थ्यम् अस्मिन् ज्ञाने अस्ति. अस्तु, बहु समीचीनं. तर्हि अग्रे गच्छेम. अस्तु, सति मम भगिनी आरब्धुमिच्छति वा? एवं सति, अत्र 235 एवं सति अयं वह्नि अभावसाधकपरामर्शः अभावसाधकपरामर्शः एवं संवृत्तः व्याप्तिविशिष्टपच्छधर्मदाज्ञानं खलु परामर्शः. प्रकृतं ज्ञानं जले वह्नि अभावव्याप्ति कृतवृत्तित्वं च अवगाहते इति अस्यापि व्याप्तिविशिष्टपच्छधर्मदा ज्ञानरूपता आगता, अतः परामर्शः एव अयमिति भवेत्. अयं वह्नि अभावः अभावसाधकपरामर्शः. अयम् इत्यनेन परामर्शज्ञानं अभावसाधकपरामर्शः संवृद्धः व्याप्तिविशिष्टपच्छधर्म परामर्शज्ञानस्य आकारः अस्ति व्याप्ति अपि च पक्षधर्मदा, तयोः अयं पर्वतः वह्निमान् इति तादृशं. प्रकृतज्ञानं जले वह्नि अभावव्याप्ति कृतवृत्तित्वं च अवगाहते. अत्र वह्नि अभावः व्याप्ति अपि च भगिनी कुत्र पठति भगिनी? एवं सति अस्मिन् परिच्छेदे. आमां, तर्हि पङ्क्तिशः एकवारं वाक्यं पठित्वा उच्चैः वदतु. एवं सति अयं वह्नि अभावसाधकपरामर्शः एव संवृत्तः परामर्श हृदः वह्नि व्याप्य जलवान्. इदानीं परामर्शज्ञानस्य आकारस्य विषये उक्तमस्ति इति मम चिन्तनम्. वह्नि अभाव साधकपरामर्शः इति एव संवृत्तः व्याप्तिविशिष्टपच्छधर्मदा ज्ञानं खलु परामर्शः. प्रथमवाक्यस्य अर्थं मम न अवगतं महोदय. अत्र तद् प्रथमवाक्यं त्यजतु. इदानीं व्याप्तिविशिष्टपक्षधर्मता ज्ञानं खलु परामर्शः इति बुद्धं खलु? तद्बुद्धं. तर्हि सामान्य उदाहरणमेकं वदतु, परामर्शस्य उदाहरणम्. अयं पर्वतः वह्निव्याप्य धूमवान्. हा, वह्निव्याप्य धूमवान् अयं पर्वतः खलु? तादृशं. तर्हि एवमस्ति खलु, वह्नि अभावसाधक इत्युक्ते ह्रदः वह्नि अभावव्याप्य जलवान् ह्रदः इति आकारः अस्ति खलु इदानीम्? मूलाक्षरैः लिखितं खलु, वह्नि अभावव्याप्य जलवान् ह्रदः अयं ह्रदः. परामर्शज्ञानमिव अस्ति प्रकृतं ज्ञानं. किं ज्ञानं? ह्रदः वह्नि अभावव्याप्य जलवान् ज्ञानं. हा, अग्रे जले खलु प्रकृतज्ञानं. तद् प्रकृतज्ञानं जले वह्नि अभावव्याप्ति कृतवृत्तित्वं च अवगाहते खलु. वह्नि अभावव्याप्य जलवान् इति ज्ञानं किं किम् अवगाहते इति चेत्, वह्नि अभावव्याप्तिं कृतवृत्तित्वं च अवगाहते. कुत्र अवगाहते? ज्ञाने, अस्मिन् परामर्शज्ञाने. न, प्रकृतज्ञानम् अवगाहते. जले इति अस्ति खलु? जले अस्ति. तर्हि कुत्र इति चेत् जले इति वक्तव्यं भवत्या. व्याप्तिं ह्रदवृत्तित्वं कुत्र अवगाहते इति जले अवगाहते. जलम् इति हेतुः अस्ति खलु? जलं हेतुः अस्ति इति कृत्वा इदानीम् अवगतं पक्षधर्मदा अपि च व्याप्तिज्ञानं हेतौ. इति अस्यापि व्याप्तिविशिष्टपक्षता पक्षधर्मता ज्ञानरूपता आगता. अतः परामर्शः एव अयम् इति भवेत् शङ्का इति चेत् अग्रे पठतु. चापि व्याप्तिविशिष्टपक्षधर्मता ज्ञानरूपता आगता अतः परामर्शः एव अयमिति भवेत् शङ्का. सत्यं परामर्श एव अयं तस्य हि द्वे कार्ये. परामर्श यन्निरूपिता व्याप्तिविषयः तन् तदनुमिति जननम्. परामर्शे यन्निरूपिता व्याप्तिविषयः तन्निरूपिता तन् अनुमितिः जननम्. परामर्शनिरूपिता व्याप्तिविषयः अनुमितिज्ञानमस्ति पर्वतो वन्यमान् इति. तन्निरूपितव्याप्तिः धूमे व्याप्तिः अस्ति इति वा महोदय? तन्निरूपितव्याप्तिविषयः अनुमिति जननम् इति. अत्र किमर्थं व्याप्तिविषयः इति? व्याप्तिः विषयः इति अस्ति. व्याप्तिः विषयः एवं पठतु. परामर्शे यन्निरूपिता व्याप्तिः विषयः तद् अनुमिति जननम्. परामर्शे यन्निरूपिता इति विग्रहवाक्यं वदतु. यन्निरूपिता यत् यद् निरूपिता इति. यद् निरूपिता इति समस्तपदं समस्तपदमस्ति. यद् इति प्रथमाविभक्तिः. येन निरूपिता नकारः. येन निरूपिता इति भवति खलु महोदय? येन निरूपिता इति चेत् अर्थः कः? निरूपकः. अस्तु, परामर्शवाक्यस्य उदाहरणमेकं वदतु. परामर्शवाक्यः वह्निव्याप्यः धूमवान् अयं पर्वतः. वह्नि व्याप्य धूमवान्, व्याप्यः इति नास्ति. वह्नि व्याप्य धूमवान् अयं पर्वतः. तर्हि अत्र व्याप्तिः का? व्याप्तिः अत्र व्याप्तिज्ञानस्य आकारः वा न न निरूपकः वाक्ये? अस्मिन् वाक्ये वह्नि व्याप्य धूमवान् अयं पर्वतः इति परामर्शस्य आकारः अस्ति खलु. तर्हि अस्मिन् परामर्शे यन्निरूपिता व्याप्तिः विषयः तद् अनुमिति जननम् इति. अत्र एतद् वाक्यं स्वीकृत्य किञ्चित् चिन्तयतु. वह्नि व्याप्यः धूमवान् इति व्याप्तिज्ञानम्. वह्नि व्याप्य धूमवान् इति व्याप्तिज्ञानं तद्विषयः अस्ति अनुमिति इति. अनुमिति जननम् इत्यस्य अर्थः कः? तेन व्याप्तिज्ञानेन अनुमिति जनयति इति. तादृशं नास्ति. नास्ति. परामर्शे यन्निरूपिता व्याप्तिः विषयः तद् अनुमितिजननं. तद् इत्युक्ते सः विषयः अनुमितिजननम् इति उक्तं. किमर्थं जननं जनकः इति प्रायः भवेत्, चिन्तयति जननम् इति उक्तम्. अस्तु, द्वितीयबिन्दुः पठतु. तन्निरूपिता व्याप्तिः विषयः तदभावविषयक अनुमितेः प्रतिबन्धः. तद् अभावः वह्नि अभावः. अस्तु, किं कुर्मः, अत्र अग्रे पठेम, प्रसिद्धः इति पठेम, तदनन्तरं पुनः अत्र आगत्य चिन्तयेम. प्रसिद्धः वह्निसाध्यकस्थलीयपरामर्शे अपि एवंविधः. यस्मिन् परामर्शे इत्युक्ते वह्निव्याप्य धूमानयं परमर्थः पर्वतः इति परामर्शज्ञाने साध्यं किं वह्निः अस्ति खलु इति कृत्वा वह्निसाध्यकस्थालीयपरामर्शे अपि एवंविधः इति उक्तम्. अग्रे तस्मिन् परामर्शे वह्निनिरूपिताव्याप्तिः विषयः. अस्मिन् ज्ञाने व्याप्यधूमः अस्ति खलु, वह्निव्याप्यत्वं धूमे अस्ति, तदपि विषयः अस्ति. प्रत्येकं परामर्शे विषयद्वयं भवति, पक्षधर्मता अपि च व्याप्तिज्ञानं, उभयमपि भवति खलु. तर्हि तस्मिन् परामर्शे वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शे वह्निनिरूपिता व्याप्तिः हेतौ विषयः. समीचीनम्. अग्रे अतः सः परामर्शः वह्निविषयिणीं पर्वतः वह्निमान् इति आकारक अनुमितिं जनयति. तेन परामर्शज्ञानेन वह्निमान् पर्वतः इति ज्ञानं जनयति इति अनुमितिं जनयति खलु. आं, जनयति. अस्तु, अग्रे. एवं तत्र वह्निनिरूपिता व्याप्तिः विषयः इति सः वह्नि अभावविषयक अनुमितिं पर्वतः वह्नि अभाववान् इति आकारिका प्रतिबध्नाति. तदपि सम्बुद्धं वह्निनिरूपिता व्याप्ति. इदानीम् अत्र पश्यतु, एवं तत्र वह्निनिरूपिता व्याप्तिः विषयः, तदेव प्रथमबिन्दौ दत्तं परामर्शे. यन्निरूपिता व्याप्तिः, वह्निनिरूपिता व्याप्तिः विषयः, तद् अनुमितिजननम् इति उक्तम्. इति सः वह्नि अभावविषयक अनुमितिं पर्वतः वह्नि अभावन् इति आकारिकं प्रतिबध्नाति. तर्हि इदानीं पश्यतु, परामर्शे यन्निरूपिता व्याप्तिः, वह्निनिरूपिता व्याप्तिः विषयः, तद् अनुमितिजननम् इति चेत् इति नास्ति. व्याप्तिविषयः इति सः वह्नि अभावविषयक अनुमितिं पर्वतः वह्नि अभाववान् इति अनुमितिं, तदेव अत्र उक्तं, तद् अनुमितिजननं यन्निरूपिता व्याप्तिः विषयः तद् अभावविषयक अनुमितेः प्रतिबन्धः भवति. तर्हि वह्निनिरूपिता व्याप्तिः विषयः तद् अनुमितिजननं यन्निरूपिता व्याप्तिः विषयः तद् अभावविषयक अनुमितेः प्रतिबन्धकः भवति इति मिलित्वा पठनीयम्. महोदय, एकः संशयः, प्रथमवाक्येन प्रतिबध्यज्ञानस्य विषये उक्तं वा? परामर्शे यन्निरूपिता व्याप्तिः विषयः तद् अनुमितिजननं यन्निरूपिता व्याप्तिः विषयः तद् अभावविषय अनुमितेः प्रतिबन्धः इति उक्तं. मिलित्वा पठामश्चेत् क्लेशः नास्ति. इत्युक्ते एवं तत्र वह्निनिरूपिता व्याप्तिः विषयः इति सः वह्नि अभावविषयक अनुमिति पर्वतः वह्नि अभाववान् इत्याकारिकां प्रतिबध्नाति. तद्बुद्धं खलु? तद् बुद्धं तर्हि अत्र चित्रं परिशीलयतु. परामर्शः वह्नि व्याप्य धूमवान् अयं पर्वतः इति ज्ञानं परामर्शज्ञानम् अत्र वह्निमान् पर्वतः इति अनुमितिज्ञानं तद् तेन परामर्शज्ञानेन अनुमिति जनयति तस्य प्रतिबद्धत्वम् अत्र अस्ति पर्वतः वह्नि अभाववान् इति प्रतिब इति ज्ञानं प्रतिबध्नाति तेन अनुमितिज्ञानेन परामर्शज्ञानेन इत्युक्ते वह्नि व्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञाने वह्निः पर्वतः इति अनुमितिं प्रति जन्यत्वम् अस्ति अपि च वह्नि अभावः पर्वतः वह्नि अभाववान् पर्वतः इति अनुमितिं प्रति प्रतिबन्धकः अस्ति खलु. तर्हि तदेव अत्र आरम्भे उक्तं परामर्शे वह्निव्याप्य धूमः पर्वतः इति परामर्शे यन्निरूपिता व्याप्तिः विषयः तदनुमितिजननम् वह्निः पर्वतः वह्नि पर्वतः वह्निमान् इति अनुमितिजननं प्रति तस्य जनत्वमस्ति खलु अस्ति तस्य व्याप्तेः अभावः यन्निरूपिता व्याप्तिः विषयः तदभावः इत्युक्ते व्याप्तेः अभाव विषयक अनुमितेः प्रतिबन्धकः अस्ति वह्नि अभावः पर्वतः वह्नि अभाववान् इति अनुमितिं प्रति एषः प्रतिबन्धकः अस्ति. अत्र किं वक्तुम् इच्छति इति चेत् व्याप्तिः अत्र प्रतिबन्धकत्वं कथं साधितम् इति चेत् नो केन साधितम् इति चेत् व्याप्त्या साधितम्. व्याप्तिः न सिद्ध्यति इत्युक्ते परामर्शज्ञाने पक्षधर्मता अपि सिद्ध्येत व्याप्तिः अपि सिद्ध्येत उभयमपि हेतौ सिद्ध्येत खलु. वह्निव्याप्य धूमवान् अयं पर्वतः इति वाक्ये व्याप्तिः अपि अस्ति अपि च पक्षधर्मता अपि अस्ति. किन्तु इदानीं वह्निव्याप्य धूमः पर्वतः इति परामर्शः परामर्शस्य जन्यत्वं वह्निः पर्वतः वह्निं पर्वतः वह्निमान् इति अन्वितिं प्रति अस्ति पर्वतः वह्निः अभाववान् इति अनुमितिं प्रति प्रतिबन्धकत्वमपि अस्ति तस्य इति कृत्वा अस्तु अग्रे इतोपि किञ्चित् चिन्तयित्वा तत्र तदनन्तरं समाधानं कुर्मः. अस्तु धन्यवादः अग्रे इदानीं पठति वा प्रकृतः अपि परामर्शः तथा इव तस्मिन् परामर्शे वह्नि अभावव्याप्तिः विषयः इति सः हृतः वह्नि अभाववान् इति अनुमितिं प्रति करणं भवति. प्रथमम् अत्र प्रथमविधपरामर्शः अस्ति तस्मिन् परामर्शे वह्नि अभावव्याप्तिविषयः इति यदा वह्नि अभावव्याप्तिविषयः इति वदामश्चेत् अत्र हृदः वह्नि अभाववान् इति अनुमितिं प्रति तत् परामर्शः करणं भवति. भगिनि एकनिमिषम् अत्र प्रकृते अपि परामर्शः प्रकृतः अपि परामर्शः परामर्शस्य आकारः कः इति प्रथमं वदतु. वह्नि अभाव ओके परामर्शस्य आकारः अस्ति वह्नि व्याप्य धूमवान् पर्वतः इति न तत् पूर्वम् उदाहरणं पुनः वदतु. पूर्वम् उदाहरणे अस्ति एकनिमिषं महोदय. वह्नि अभावव्याप्य जलवान् हृदः उत्तमम् इति प्रकृतः परामर्शः खलु. ऐ सा द प्रीवियस् चित्र सारी तदेव प्रकृतः परामर्शः. वह्यभावव्याप्यजलवान् ह्रदः इति परामर्शः. इदानीं पठतु अग्रे तस्मिन् परामर्शे. तस्मिन् परामर्शे वन्य अभावव्याप्तिः व्याप्तिः विषयः इति सः ह्रदः वन्य अभाववान् इति अनुमितिं प्रति करणं भवति. अत्र जन्यत्वम् अस्ति वन्य अभावव्याप्तिज्ञाने ज्ञानेन वन्य अभाववान् ह्रदः इति अनुमितिं कर्तुं शक्यते इति कृत्वा तद् तस्य करणं भवति इति दत्तमस्ति. तर्हि एकनिमिषम्. इदानीम् अत्र प्रथमबिन्दु यदस्ति परामर्शे यन्निरूपिता व्याप्तिः विषयः तद् अनुमितिजननम् इति अर्थः बुध्यते वा? इत्युक्ते जननम् इत्युक्ते करणम् इति अर्थः. अत्र करणार्थे ल्युट् क्रियते अनेन इति करणम् एवं. तर्हि तत् अनुमितिजननम् इति उक्तं खलु. तदेव अत्र लिखितमस्ति परामर्शे वह्यभावव्याप्तिविषयव्याप्तिः विषयः इति सः ह्रदः वह्नि अभाववान् इति अनुमितिं प्रति करणं भवति. अत्र प्रथमबिन्दौ तद् अनुमितिजननम् इत्युक्ते करणम् इति अवगन्तव्यं. तत्र करणम् इति स्थापयन्तु. तदा बुध्यते परामर्शे यन्निरूपिता व्याप्तिः विषयः तद् अनुमितिजननम् इत्युक्ते अनुमितिजननेः करणं, जननस्य करणं, जननेः नास्ति, जननस्य करणं, नो चेत् तद् अनुमितिकरणं. जननम् इत्यस्मिन् स्थाने करणम् इति स्थापयामश्चेत् अवबुध्यते. अस्तु अग्रे एवं. तत् परामर्शज्ञानं प्रतिबन्धकः अपि भवति इति अग्रिमे दत्तमस्ति. एवं तत्र वह्नि अभावव्याप्तिः विषयः इति वह्नि अभावस्य यः अभावः वह्निः तत् विषयिणीम् अनुमतिं हृदः वह्निमान् इति आकारिकाम् अयं परामर्शः प्रतिबध्नाति. तद् ज्ञानं यः अस्ति वह्नि अभावव्याप्त्यजलवान् हृदः इति ज्ञानं वह्नि हृदः वह्निमान् इति ज्ञानस्य प्रतिबन्धकः भवति. अस्तु तर्हि इदानीम् अत्र अस्मिन् पुटस्य आरम्भे अस्य पुटस्य आरम्भे यदस्ति बिन्दुद्वयं तद् तद् एकवारं पठित्वा अर्थं वदति वा? आम् महोदय. परामर्शे यन्निरूपिता व्याप्तिः विषयः तत् अनुमितिजननं तत्तु इदानीमेव दृष्टं. परामर्शज्ञाने अत्र वन्य अभावव्याप्यजलवान् हृदः इति ज्ञाने यन्निरूपिता व्याप्तिः अस्ति वन्य अभावव्याप्तिः जले इति व्याप्तिः अनुमितिजननं करोति. अत्र वन्य अभाववान् हृदः इति अनुमितिं जनयति. तत् प्रथमं. द्वितीयं वन्य अभाववान् ह्रदः इति अनुमितिं जनयति. सत्यं. तर्हि परामर्शे विषयद्वयं भवति पक्षधर्मता अपि च व्याप्ति खलु. पक्षधर्मता अपि च व्याप्तिः उभयमपि हेतौ भवति इति ज्ञानं. तर्हि हेतुः परामर्शज्ञाने विशेष्यः कः भगिनी वदतु? परामर्शज्ञाने विशेष्यः कः? विशेष्यः अस्ति पक्षः. नो नो नो परामर्शज्ञानं भवति अत्र वन्य अभावव्याप्य जलवान् ह्रदः इति. अत्र विशेष्यः भवति ह्रदः तदेव पक्षः. अस्तु तर्हि किञ्चित् चिन्तयामि. इदानीं परामर्शज्ञानं कथं जायते? पक्षज्ञानं पक्षधर्मताज्ञानं व्याप्तिज्ञानेन जायते. उत्तमम्. पक्षधर्मताज्ञानेन व्याप्तिज्ञानेन च परामर्शज्ञानं जायते. पक्षधर्मता कुत्र भवेत्? हेतौ भवेत्। व्याप्तिः कुत्र भवेत्? हेतौ एव भवेत्। सत्यं खलु? हा। तर्हि पक्षपरामर्शे यद्यपि मुख्यविशेष्यः अस्ति, अन्ततो गत्वा पक्षः इत्युक्ते रथः, नो चेत् पर्वतः, वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञाने तत्र पर्वतः एव मुख्यविशेषः, किन्तु अत्र हेतुः यदस्ति धूमः तस्मिन् तदपि विशेष्यमस्ति खलु, तस्मिन्नेव व्याप्तिः अपि अवभासते, पक्षधर्मता अपि अवभासते खलु, उभयमपि तत्रैव अस्ति हेतौ। तर्हि तत्र इदानीं हेतौ यद् व्याप्तिः अस्ति, सा व्याप्तिः एव अनुमितिकरणमस्ति खलु, यदि तत्र व्याप्तिः नास्ति तत्र अनुमितिः न उत्पद्यते खलु। इति कृत्वा परामर्शे यन्निरूपिता व्याप्तिः विषयः, तद् नो चेत् सा व्याप्तिः अनुमितिकरणम्, अन्ततो गत्वा पर्वतः वह्निमान् इति अनुमितिं प्रति व्याप्तिः करणम् इति अस्य वाक्यस्य अर्थः। पुनः यन्निरूपिता व्याप्तिः विषयः तदभावविषयक अनुमितेः प्रतिबन्धः, इत्युक्ते यदि व्याप्तिः नास्ति इति अवगच्छेम तर्हि तादृशविषयस्य अभावः यस्मिन् अनुमितेः अस्ति तस्य प्रतिबन्धकः भवति इति अवगतम् इति अवगच्छेम। अस्तु, अग्रे पठतु भगिनि। एवमेव वह्निः अनुष्णत्ववान् इति अनुमितिस्थले अनुष्णत्व अभावव्याप्त्यवगाहि परामर्शः ग्राह्यः। पुनः पुनः पठतु। अनुष्णत्व अभावव्याप्ति अवगाहि परामर्शः ग्राह्यः। उत्तमम्। अनुष्णत्व अभावव्याप्ति अवगाहि परामर्शः ग्राह्यः। वह्निः अनुष्णत्व अभाव व्याप्यते अनुष्णत्व अभाव व्याप्यतेजस्त्ववान् इति परामर्शः पूर्ववतेव स्वविषयसाध्यस्य अनुष्णत्व अभावस्य अनुमितिं जनयेत्। अनुष्णत्वरूप तद् अभाव अनुमितिं प्रतिबध्नीयात्। अत्र अपि परामर्शः कार्यद्वयं करोति, अनुमितिं जनयति अपि च प्रतिबध्नाति। कथम् इति, परामर्शज्ञानस्य आकारः प्रथमं तु वह्निः अनुष्णत्ववान् इति अनुमिति स्थले अनुष्णत्व अभावव्याप्ति अवगाहि परामर्शः दृष्ट्वा वदतु। अनुष्णत्व अभावव्याप्य तेजस्त्ववान् वह्निः इति परामर्शः किं जनयति? यत् ज्ञानं जनयति तद्भवति अनुष्णत्व अभाववान् वह्निः इति ज्ञानं जनयति इति अनुमिति ज्ञानं जनयति। अनुष्णत्व अभाववान् वह्निः इति ज्ञानं जनयति। तद् किं ज्ञानं प्रतिबध्नाति इत्युक्ते अनुष्णत्ववान् वह्निः इति ज्ञानं प्रतिबध्नाति प्रतिबध्नाति। तर्हि अत्र प्रतिबध्नाति इति वदामश्चेत् अत्र कस्मिन् अंशे केन अंशेन प्रतिबध्नाति? व्याप्तिः व्याप्ति अंशे खलु, व्याप्तिः अत्र हेतौ न साधितम्। हेतौ गुणद्वयं भवेत्, व्याप्तिः भवेत्, पक्षधर्मता अपि भवेत्, किन्तु इदानीं कुत्र क्लेशः इति चेत् व्याप्तिः, तत्र क्लेशः अस्ति। व्याप्तिः हेतौ न निरूपितम् इति कृत्वा अस्तु, तर्हि इदानीम् आचार्यः एव पृच्छति किम् एतैः बहुभिः उदाहरणैः प्रयोजनम् इति. अस्तु, धन्यवादः भगिनी. अग्रे मेहुल् महोदय पठति वा? आं महोदय, तत्र चित्रं पठनीयं वा? न, चित्रं परिशीलितम्, इदानीम् अग्रे पठतु किम् एतैः 238 पेज् मध्ये. किमेतैः बहुभिः उदाहरणैः प्रयोजनम् अस्ति, तदेव प्रश्नः अस्ति. प्रयोजनं मुद्रासाधनरूपं तदभाववत्तानिश्चयस्थले यथा विषयभेदे अपि तदभाववत्तानिश्चयमुद्रा सर्वेषां निश्चयानां समानः अनुगतः धर्मः. तद्वदेव इहापि पूर्वोक्तेषु त्रिषु परामर्शेषु वह्निव्याप्तिः, वह्न्यभावव्याप्तिः, अनुष्णत्वाभावव्याप्तिः तथा तत्तदाश्रयः धूमः, जलं, तेजस्वं च विशेष्याणि च पर्वतः, हृदः, वह्निः इत्यादयः सन्तु नाम विभिन्नाः पदार्थाः विषयाः, तथापि त्रयाणामपि तदभावव्याप्यवत्तानिश्चयत्वं तु समानम्. अस्तु, तर्हि वयम् अत्र त्रीणि उदाहरणानि दृष्टवन्तः, तेषां प्रयोजनं किम् इति प्रश्नः. तर्हि अत्र प्रयोजनमस्ति एव, किमर्थमित्युक्ते मुद्रासाधन इति एव प्रयोजनं, मुद्रासाधनरूपम् इति एव. तर्हि तत्र किञ्चित् पुनस्मारयति वा त्रीणि उदाहरणानि कानि इति? अस्तु, पर्वतः, वह्निमान् इति एकमस्ति, अथवा हा पर्वतः वह्निमान् इति वन्यभाववान् इति, वन्यभाववान् इति अपि च द्वितीयं, द्वितीयं तु वह्निः अनुष्णत्ववान् इति. तृतीयं, तृतीयं हृदः, हृदः जलवान् इति खलु, वह्निमान्, हृदः वह्निमान् इति हेत्वाभासः. सत्यम्, अत्र चित्रत्रयमस्ति खलु, 165th चित्रे प्रतिबन्ध्यत्वं, प्रतिबद्ध्यत्वं कुत्र अस्ति इति चेत् पर्वतः, वह्निः अभाववान् इति. 166th चित्रे हृदः, वह्निमान् इति. 167th इत्यत्र वह्निः अनुष्णत्ववान् इति. प्रतिबद्धज्ञानस्य आकारः, सत्यं, प्रतिबद्धज्ञानस्य आकारः इति स्थलत्रयं. तत्र प्रतिबन्धकं किम् इति अवगन्तव्यम्. एतेषां अनुमितीनां प्रतिबन्धकाः के इति वदतु इदानीं प्रत्येकं स्वीकृत्य. अस्तु, प्रथमं यदस्ति पर्वतः, वन्य अभाववान् इति प्रतिबद्धज्ञानं, तस्य तत् अनुमितेः प्रतिबन्धकः भवति पर्वतः, वह्निमान् इति. न, पर्वतः वन्य अभाववान् खलु इति प्रतिबद्ध ज्ञानं, सत्यं, तस्य प्रतिबन्धकः भवति परामर्शः. इदानीं परामर्शस्य विषये चिन्तनीयम्. ओ अस्तु, तस्य वह्निव्याप्य धूमवान् पर्वतः, वह्निव्याप्य धूमवान् पर्वतः इति, सत्यं, प्रथमः, वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शः. वह्नि पर्वतः वह्निमान् इति अनुमितिम् एव जनयति, न तु पर्वतः वह्निः अभाववान्. सत्यं खलु, वह्निव्याप्य धूमवान् पर्वतः इति. एतादृशपरामर्शः अस्ति चेत् तादृशपरामर्शः अनुमितिं जनयति, पर्वतः वह्निः अभाववान् इति अनुमितिं प्रतिबध्नाति. सत्यं, सत्यं, एवम् अन्यत्रापि वदतु. अन्यत्रापि अत्र हृदः वह्निमान् इति प्रतिबद्धज्ञानं, तस्य कृते अत्र वन्यभावव्याप्तिजलवान् हृदः इति परामर्शः तस्य प्रतिबन्धकं करोति. अपि च तृतीय उदाहरणे वह्निः अनुष्णत्ववान् इत्यत्र अनुष्णत्व अभाव व्याप्य तेजस्ववान् तेजस्ववान् वह्निः इति परामर्शः तस्य प्रतिबन्धकं करोति. सत्यं हा इति अत्र भिन्नभिन्नविशेष्याः सन्ति. प्रथम उदाहरणे विशेष्यः अस्ति पर्वतः, द्वितीय उदाहरणे हृदः, तृतीय उदाहरणे वह्निः. अपि च भिन्नभिन्नप्रकाराः अपि सन्ति, किन्तु तत्र साम्यं वर्तते. त्रिषु उदाहरणेषु साम्यं वर्तते. प्रतिबन्धके प्रतिबन्धकनिश्चये एकं साम्यं वर्तते. तत् किं? तदभावव्याप्यवत्ता निश्चयत्वम् इति एव समानं तस्मिन् तेषां. सत्यं, तद् अभावव्याप्यवत्ता निश्चयः समानमस्ति इति उक्तं. तर्हि तद् निरूपयतु इदानीं प्रथम उदाहरणं स्वीकृत्य. अस्तु, प्रथम उदाहरणे तद् अभाववत् तदभावव्याप्य तद् इत्यनेन किं स्वीकर्तव्यं? तद् इत्यनेन प्रकारः प्रतिबद्धज्ञाने प्रकारः प्रतिबद्धज्ञाने यः प्रकारः अस्ति तदेव स्वीकरणम्. अस्तु, तत् तत् किं? वन्यभावः इति. उत्तमं, तर्हि तत् इत्येन वन्य अभावः स्वीकरणीयः. तदनन्तरं तदित्यनेन वन्यभावः वन्यभाववत्ता क्षम्यतां तदभाव तदभाव इति अस्ति. तर्हि वन्यभावभाव इति इत्युक्ते वह्निः. वह्निः अस्तु, तर्हि तदभाव इत्युक्ते वह्निः, तदभाववत्ता अथवा तदभाववत् वत् इति तदभावव्याप्य तदनन्तरं व्याप्यस्ति खलु. क्षम्यतां क्षम्यतां, तदभावव्याप्य वह्निव्याप्य इति भवति. तदभावव्याप्य इत्युक्ते वह्निव्याप्य. तद् मनसि भवेत् चेत् तत्र उपरि पुष्टे पृष्ठस्य उपरि तदभावव्याप्यवत्ता निश्चयमुद्रा इति दत्तमस्ति खलु. तद् पश्यति चेत् शीर्षकः अस्ति. समीचीनम्. अस्तु, तर्हि तदभाव इत्युक्ते वह्निः, तदभावव्याप्य इत्युक्ते वह्निव्याप्य. अपि च तदभावव्याप्यवत् इति कः इत्युक्ते तद् अभावव्याप्य इत्युक्ते किं, कुत्र आगतम् इदानीं? हा, वह्निव्याप्य इत्युक्ते धूमः इति. हा, वह्निव्याप्यः धूमः अस्ति खलु. सत्यं, धूमः धूमः वह्निना व्याप्यः अस्ति इति कृत्वा तदभावव्याप्य इत्युक्ते धूमे आगतं. धूमे आगतं, सत्यं. अपि च तदभावव्याप्यवत्ता कुत्र अस्ति इति वदतु. तदभावव्याप्यवत् इति धूमवत्, तर्हि धूमवत् इति पर्वतः इति न वक्तव्यम्. ओ, तत्र मया किमुक्तम्? ओ, ज्ञानं स्वीकर्तव्यम् इति खलु. ज्ञानं, हा, सत्यं सत्यं. गतसप्ताहे तदेव मम तद् अभावव्याप्यवत् इति ज्ञानम्. इदानीं धूमः विषयः अस्ति खलु, ज्ञानस्य विषयः अस्ति. हा, सत्यं सत्यं. तर्हि प्रतिबन्धकज्ञानम् इति तदभावव्याप्यवत् इति. हा, तर्हि तदभावव्याप्यवत्ता कुत्र अस्ति? प्रतिबन्धकज्ञाने. उत्तमम्, इत्युक्ते वह्निव्याप्य धूमः इति विषयः, वह्निव्याप्य धूमः विषयः अस्ति प्रतिबन्धकज्ञाने इति कृत्वा तादृशप्रतिबन्धकज्ञानं तदभावव्याप्यवत्तानिश्चयमुद्रया पर्वतः वह्निः अभाववान् इति अनुमितिं प्रतिबध्नाति. बुद्धं खलु? बुद्धं, बुद्धं. समीचीनम्. इदानीं द्वितीयं वदतु. अत्र पुनः वृद्धः वन्यमान् इति प्रतिबद्धज्ञानं, तत्र तद् इत्यनेन प्रतिबद्धज्ञाने यः प्रकारः अस्ति तदेव स्वीकरणीयं, तर्हि वह्निः तद् इत्युक्ते वह्निः, तदभावः इत्युक्ते वन्यभावः, तदभावव्याप्य इत्युक्ते वन्यभावव्याप्य, वन्यभावव्याप्य इति जलम् उत्तमं, तद् तदभावव्याप्यवत् इत्युक्ते जलवत्, जलवत् इत्युक्ते ज्ञानम् इति भवेत्, अतः प्रतिबन्धकज्ञानं, तर्हि वन्यभाववान् हृदः इति प्रतिबन्धकज्ञानं तदेव तदभावव्याप्यवत् भवति. तस्मिन्नेव ज्ञाने, प्रतिबन्धकज्ञाने तदभावव्याप्यवत्ता अस्ति. तर्हि प्रतिबन्धकज्ञानं यदस्ति वन्यभाववान् हृदः इति निश्चय ज्ञान निश्चय इति एव तदभावव्याप्यवत्ता निश्चय तदेव भवति अत्र द्वितीयोदाहरणे. इत्युक्ते एवम् अत्र अन्ततो गत्वा समाहारः कथं कर्तव्यम् इति, तद् अभावव्याप्यवत्ता निश्चयमुद्रया, वह्नि अभाव व्याप्य जलवत्तामुद्रया ह्रदः वह्निमान् इति ज्ञानं प्रतिबध्नाति इति. अस्तु समीचीनं, तर्हि अग्रे इदानीं तृतीय उदाहरणं रमेश महोदय भवान् परिशीलनं करोतु. एवमेव क्षम्यतां महोदय, केवलम् एकवारं समाहारं पुनः एकवारं वदति वा? वह्नि अभाव व्याप्य जलवत्ता निश्चयमुद्रया ह्रदः वह्निमान् इति अनुमितिं प्रतिबध्नाति. वह्नि अभावव्याप्ति, वह्नि अभावव्याप्य जलवान् ह्रदः इति ज्ञानं, वह्नि अभावव्याप्य जलवत्तामुद्रया ह्रदः वह्निमान् इति अनुमितिं प्रतिबध्नाति. तदेव पूर्ण पूर्णतया समीचीनं. प्रतिबन्धकज्ञानं तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबद्धज्ञानं प्रतिबध्नाति इति अस्ति, तत्र एव सर्वं पूरितं. सत्यं सत्यं. तर्हि इदानीं प्रथम उदाहरणम् एता, यथा मया द्वितीय उदाहरणे उक्तं तथा प्रथम उदाहरणं भवान् वदतु. पर्वतः वह्निमान् इति प्रतिबन्धकज्ञानम् अथवा पर्वतवह्निमान् इति ज्ञानम्, प्रतिबन्धकज्ञानस्य आकारम् उक्त्वा प्रतिबन्धकज्ञाने अत्र कथं वक्तव्यं, किमपि प्रतिबन्धज्ञानं केनापि कयापि मुद्रया प्रतिबद्धज्ञानं प्रतिबध्नाति इति तादृशं वक्तव्यम्. अस्तु, पर्वतः वह्निमान् इति ज्ञानम् अत्र परामर्शः एव प्रतिबध्नाति खलु, तदेव प्रतिबन्धकज्ञानम्. परामर्शः ज्ञानं किम् आसीत्? वन्य अभावव्याप्य चित्रं दृष्ट्वा वदतु महोदय. वह्नि व्याप्य धूमवान् अयं पर्वतः, वह्नि व्याप्य धूमवान् अयं पर्वतः इति ज्ञानं परामर्शज्ञानम्. परामर्शज्ञानं तदभावव्याप्यवत्ता निश्चयमुद्रया, तर्हि तद् वन्यभावव्याप्य धूम धूमवान् पर्वत पर्वतं पर्वतं यावत् न गन्तव्यम्. अस्तु, धूमवह्नि अभावाभाव इत्युक्ते वह्नि व्याप्य धूमवत्ता निश्चयमुद्रया, धूमवत्ता निश्चयमुद्रया वन्यभाववान् पर्वतः इति प्रतिबद्ध ज्ञानं प्रतिबध्नाति. उत्तमम् उत्तमम्. एवं रमेश महोदय, तृतीय उदाहरणं भवान् एव परिशीलयतु अभ्यासः. धन्यवादः महोदय. अत्र तद् इत्युक्ते वह्निः न तदित्युक्ते अनुष्णत्व अथवा अभावः न अनुष्णत्व तद् इत्यनेन प्रतिबध्यज्ञाने यः प्रकारः अस्ति तत् स्वीकरणीयः. भवति तद् अनुष्णत्वम् इति प्रकारः वह्निः अनुष्णत्ववान् अनुष्णत्वम् इति प्रकारः भवति. तद् अभावः अनुष्णत्व अभावः अनुष्णत्व अभावः व्याप्यः अनुष्णत्व अभाव व्याप्यः अनुष्णत्व अभावव्याप्यः अनुष्णत्व अभावः अभावः इति न पूरयतु अत्र. तद् अभा तत् इत्यनेन अनुष्णत्वं, तदभावः इत्युक्ते अनुष्णत्व अभावः, तदभावव्याप्यः कः? तेजस्त्वम्. उत्तमं. तदभावव्याप्यः इत्युक्ते अनुष्णत्व अभाव तेजस्त्वं, तत् अनुष्णत्व अभावव्याप्य तेजस्त्वम् इति भवति. तेजस्त्वं व्याप्ति अभाव तेजस्त्वं तत् तेज अनु तद् अभाववत्ता व्याप्यवत्ता इत्युक्ते न वत् इति किं प्रथमं तद् वदतु. तेजस्त्ववत् किम्? अनुष्णात् अनुष्णत्वाभावव्याप्य तेजस्त्ववत् किम्? प्रतिबन्धकज्ञानं. ज्ञानं समीचीनं. ज्ञानं हा. तर्हि तदभावत्ता कुत्र अस्ति? ज्ञाने अस्ति. उत्तमम्. अनुष्ण कीदृशज्ञाने? आकारं वदतु इदानीं. प्रतिबन्धकज्ञाने अस्ति. आकारं वदतु. ज्ञानं किम् अस्मिन् उदाहरणे? अस्मिन् उदाहरणे अनुष्णत्व अनुष्णत्व अभाव व्याप्य अनुष्णत्व अभाव व्याप्य तेजस्त्वम् हा इति ज्ञाने अस्ति खलु. उत्तमम्. तर्हि इदानीम् अत्र उपसंहारवाक्यं वदतु. परामर्शज्ञानम् आरभ्य वक्तव्यम्. वह्निः अनुष् वह्निः अधस्तः अधस्तात् मा गच्छतु, उपरि उपरिष्टात् आगच्छतु. अनुष्णत्व अभाव अनुष्णत्व अभाव व्याप्य तेजस्त्ववान् वह्निः. उत्तमम्. इति इति परामर्शः. इति परामर्शज्ञानं समीचीनं. हा वह्निः वह्निः अनुष्णत्वम् इति ज्ञानस्य प्रतिबन्धकः भवति. किन्तु अत्र मुद्रा का इति अपि वक्तव्यम्. अनुष्णत्वाभावव्याप्य तेजस्त्ववान् वह्निः इति परामर्शज्ञानम्. तदनन्तरं कया मुद्रया? अनुष्णत्व अभाव अनुष्णत्व अभाव व्याप्य व्याप्य तेजस् व्याप्य तेजस्त्व ज्ञान तेजस्त्व ज्ञा तेजस्त्व मुद्रया तेजस्ववत्ता निश्चयमुद्रया तेजस्त्ववत्ता निश्चयमुद्रया. उत्तमम्. मुद्रया मुद्रया किं ज्ञानं प्रतिपद्यते वह्निः अनुष्णत्ववान् इति ज्ञानस्य प्रतिबन्धकः भवति. उत्तमं, बहु उत्तमं, तावदेव. अस्तु, अग्रे भवान् एव पठतु. सर्वत्र तत्पदेन, सर्वत्र तत्पदेन प्रतिबद्धज्ञाने यः प्रकारः सः ग्राह्यः. तदेव अस्माभिः कृतमपि दृष्टं. यथा अधोदाहरणे आद्य उदाहरणे पर्वतः वह्नी व्याप्य धूमवान् इति परामर्शप्रतिबद्ध्या बुद्धिः पर्वतः वह्नि अभाववान् इति आकारिका. तत्र वह्नि अभावः प्रकारः. तद् अभावः वह्नि अभाव अभावः वह्निरूपः. तद् व्याप्यः धूमः तद्वान् पर्वतः तद्वत्तां पर्वते अवगाहते अयं निश्चय इति अत्र अयं निश्चयः इति तत्र पर्वतः तद्वान् पर्वतः इति दत्तमस्ति महोदय. तद्वान् पर्वतः खलु, तदेव परामर्शस्य आकारः. तदस्माभिः उक्तं खलु, वह्निव्याप्य धूमवान् अयं परमर्थः इति परामर्शज्ञानं वह्निव्याप्य धूमवत्ता निश्चयमुद्रया पर्वतः वह्नि अभाववान् इति अनुमितिं प्रतिबध्नाति. तद्वत्तां पर्वते अवगाहते अयं निश्चयः इति अत्र तद् अभाव व्याप्यवत्ता निश्चयत्वं आयातम् इदं निश्चयत्वम् एव निश्चयनिष्ठा तद् अभाव व्याप्यवत्ता निश्चयमुद्रा. इत्युक्ते अत्र किं कृतम्? इतोपि एकं सोपानं गतं. वयं तु किं कृतवन्तः? अत्र धूमे स्थगितवन्तः, किन्तु तद्वत्त्वं तत्र पर्वतः इति अस्ति इति कृत्वा तद्वान् पर्वतः तद्वत्तां पर्वते अवगाहते अयं निश्चयः. तर्हि तदपि वक्तव्यम् इति भाति. वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शः. वह्नि अभावाभावव्याप्य वत्ता निश्चयमुद्रया इत्युक्ते तत्र पर्वत, तर्हि वत् इति पर्वतं स्वीकृतं तेन, न तु ज्ञानम्. तद्वान् पर्वतः, तद्व्याप्यः धूमः तद्वान् पर्वतः, तर्हि तद् अभावव्याप्यवत् इति मया ज्ञानमिति उक्तं. तत्र ते किं वदन्ति? पर्वतः इति वदन्ति. पर्वतः तद्वत्तां पर्वते, अस्तु, ज्ञाने इति नास्ति, पर्वते इति उक्तम्. अवगाहते अयं निश्चयः, अत्र ज्ञाने आगतं ते इति. अत्र तदभावव्याप्यवत्ता निश्चयत्वम् आयातम्, इदं निश्चयत्वमेव निश्चयनिष्ठा तदभावव्याप्यवत्ता निश्चयमुद्रया मुद्रा इति. अस्तु, तर्हि तदभावव्याप्यवत् इति यद् मया उक्तं तत्र ज्ञानम् इति, तस्मिन् स्थाने तत्र व्याप्यवत् इति पर्वतः स्वीकृतः, हरदः स्वीकृतः, वह्नि स्वीकृतः. तर्हि वत्ता कुत्र अस्ति इति चेत् पर्वते अस्ति, हृदे अस्ति, वह्नौ अस्ति. तादृश पर्वतः वा हृदः वा वह्निः वा यस्मिन् ज्ञाने अस्ति, इदं निश्चयत्वं तद्वत्तां पर्वते अवगहते अयं निश्चयः. अयं निश्चयः इत्युक्ते नायं ज्ञानम् इति अर्थः. अत्र तद्भाववत्ता निश्चय त्वम् आयातम् इति उक्तं, तर्हि यद् मया उक्तं किञ्चित् परिष्कर्तव्यम्। यथा मया उक्तं तथा वदामश्चेदपि क्लेशः नास्ति, किमर्थम् इत्युक्ते अत्र भावाभावप्रकारः एव भवति, किन्तु यथा अत्र उक्तं तादृशं स्वीकुर्मः। तदेव खलु भवतः आशयः आसीत् रमेश महोदय? आं महोदय। हा, तर्हि किञ्चित् परिष्कारं कुर्मः। यद् मया उक्तं तत्र तद् अभावः, तदभावव्याप्यवत्ता कुत्र अस्ति इति चेत् पर्वते अन्ततो गत्वा मुख्यविशेष्ये अस्ति इति उक्तम्। अपि च तादृशविशेष्यः यस्मिन् ज्ञाने विषयः अस्ति, इति मुद्रा उक्तम्। अस्तु, अग्रे पठतु महोदय। इयम् एव मुद्रा द्वितीयपरामर्शे अपि सुलभा, इह तत्पदेन हृदः वह्निमान् इति अनुमितौ यः प्रकारः वह्निः सः ग्राह्यः, तदभावः वह्नि अभावः, तद् व्याप्यं जलं, तद्वान् हृदः, तद्वत्तां हृदे अवगाहते अयं निश्चयः इति अयमपि तद् अभाव व्याप्यवत्ता निश्चयमुद्रया हृदः वह्निमान् इति अनुमितिं प्रतिबध्नाति। अस्तु, समीचीनम्। अत्र एतत् सर्वम् अस्माभिः चिन्तितं, तत्र पठनात् पूर्वमेव अस्माभिः चिन्तितम् इति कृत्वा किमपि न वक्तव्यं। धन्यवादः महोदय। अग्रे शिवराम महोदय पठति वा? शिवराम महोदय, आम् आम् महोदय, हा, 238 पेज् मध्ये अन्तिमपरिच्छेदात् पूर्वपरिच्छेदः अस्ति, तृतीये इति। तृतीये वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति वह्निः अनुष्णत्वभावव्याप्यभाव अनुष्णत्व अभावव्याप्य तेजस्वित्ववान् इति परमार्शः, तद् अभावव्याप्य व्याप्त तत्र अभावव्याप्य व्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धको भवति, तत्पदेन अनुष्णत्वं, तद् अभावः अनुष्णत्व अभावः, तद्व्याप्य तेजस्वजातिः, तद्वान् वह्निः, तद्वत्ता वह्नौ इति अस्यापि निश्चयस्य तद्भावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकत्वं सुज्ञेयम्। तदभाववत्ता, तद्भाव नास्ति, तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकं सुविज्ञेयम्। एतदपि अस्माभिः चिन्तितम्, एतदेव रमेश महोदय। अस्तु, अग्रे महोदय। इत्थं च हेत्वाभासप्रकरणे अन्यत्रापि शास्त्रे योग्यनिश्चयः कस्यचित् अभावस्य व्याप्तं कुत्रचित् अवगाह्य तस्मिन् विशेषे व्याप्यं कुत्रचित् अवगाह्य तस्मिन् विशेषे प्रतियोगमत्ता बुद्धिं प्रतिबध्नाति चेत् सः प्रतिबन्धकता तद्भावव्याप्य वत्ता निश्चयमुद्रया इति अस्माभिः तत्र अभाव आमां क्षम्यतां तत् अभावव्याप्य तत् अभाव व्याप्यवत्ता निश्चयमुद्रया इति अस्माभिः व्यवहर्तव्यम्। अत्र अस्मिन् परिच्छेदे किमस्ति इति किञ्चित् प्रतिपादयति वा? भासप्रकरणे अ अभावस्य व्याप्यं कुत्रचित् अवगाह्य तस्मिन् विशेषे प्रति ता बुद्धिम् इति न महोदय विचिस्तप्रतिबन्धकता अस्माभिः व्यवहर्तव्यम् न महोदय अत्र भवता वक्तुं शक्यते. अत्र अहं किञ्चित् सहायं करोमि भवान् सह सुभाषणं. इदानीं ह्रदः जलवान् इति ज्ञानं ह्रदः वह्निमान् इति ज्ञानं प्रतिबध्नाति खलु. ह्रदः जलवान् इति ज्ञानं ह्रदः वह्निमान् इति ज्ञानं प्रतिबध्नाति. इदानीं ह्रदः जलवान् इत्यस्मिन् ज्ञाने प्रकारः कः? ह्रदः जलवान् अत्र प्रकारः जलवान् जलम् इति समीचीनं. जलम् जलम् इति वह्निमान् इति ज्ञाने प्रकारः कः? ह्रदः वह्निमान् अत्र वह्निः प्रकारः. उत्तमं. सामान्यतया किं भवेत् प्रतिबध्यज्ञाने ह्रदः वह्निमान् इति ज्ञाने वह्निः यः प्रकारः अस्ति तस्य अभावः प्रतिबन्धकज्ञाने प्रकारविधया भासेत खलु. किन्तु इदानीम् अत्र वह्नि अभावः नास्ति प्रतिबन्धकज्ञाने. किमस्ति? जलमस्ति. इदानीं जलं कीदृशं? जलवह्निः अभावयोः मध्ये कः सम्बन्धः इति चिन्तनीयम्. भवान् चिन्तयतु जलवह्नि अभावयोः मध्ये कः सम्बन्धः अस्ति. यत्र यत्र जलं यत्र यत्र जलं तत्र तत्र वह्निः. तत्र तत्र वह्निः नास्ति, तत्र तत्र वह्नि अभावः अस्ति खलु. वह्नि वह्नि अभावः. आम्, यत्र यत्र जलं तत्र तत्र वह्नि अभावः. आम् हा, इति वक्तुं शक्यते चेत् इदानीं जलं किं, वह्नि अभावः कः? जलम् इति व्याप्यं खलु. यत्र यत्र जलं तत्र तत्र वह्नि अभावः इति वाक्यं समीचीनवाक्यं खलु. तत्र क्लेशः नास्ति. तर्हि इदानीं जलं व्याप्यं, वह्नि अभावः व्यापकः अस्ति. तर्हि यद्यपि ह्रदः जलवान् इति ज्ञाने यः प्रकारः अस्ति जलं, तत् ह्रदः वह्निमान् इति प्रतिबध्यज्ञाने यः वह्निः प्रकारः अस्ति तस्य अभावः नास्ति. तथापि वह्नि अभावेन व्याप्यः अस्ति जलमस्ति खलु, व्याप्यमस्ति जलम्. तर्हि तादृशं व्याप्यं, तदेव अत्र लिखितं, यः यः निश्चयः कस्यचित् अभावस्य वह्नेः अभावस्य व्याप्यं जलं कुत्रचित् ह्रदे अवगाहते चेत् तस्मिन् विशेष्ये जले ह्रदे प्रतियोगिमत्ता बुद्धिं प्रतिबध्नाति चेत् सा प्रतिबन्धकता तद् अभावव्याप्यवत्तानिश्चयमुद्रया इति अस्माभिः व्यवहर्तव्यम्. तर्हि अत्र ह्रदः जलवान् इति ज्ञानं कया मुद्रया वह्निः ह्रदः वह्निमान् इति ज्ञानं प्रतिबध्नाति इति चेत् तद् अभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबध्नाति इति व्यवहर्तव्यम् इति उक्तम्. बुद्धं खलु? आमाम्. अस्तु, समीचीनं महोदय. अत्र मेहुल् महोदय अत्र किञ्चित् चिन्तयति वा? धन्यवादः महोदय. अत्र मेहुल् महोदय, भवान् भवता किं चिन्तनीयं? प्रतियोगिमत्ता बुद्धिं प्रतिबध्नाति इति अस्ति खलु, तस्मिन् विषये किञ्चित् चिन्तनं करोतु. अस्तु अस्तु. प्रतियोगिता, प्रतियोगिमत्ता, प्रतियोगी प्रतियोगिं प्रतियोगिम् प्रतियोगिम् अत्ता इति अस्ति वा तस्य विग्रहः प्रतियोगिम् अत्ता अत्र यः यः इति आरभ्य इदानीं भवतः पुरतः ज्ञानद्वयमस्ति ह्रदः जलवान् इति ज्ञानं प्रतिबन्धकज्ञानमस्ति ह्रदः वह्निमान् इति प्रतिबद्धज्ञानमस्ति सत्यं तत् स्वीकृत्य प्रतिपदं निरूपयतु इदम् ओके यः यो यः निश्चयः यः निश्चयः कस्यचित् अभावस्य व्याप्यं तर्हि यः निश्चयः अत्र निश्चयः कः प्रतिबन्धकज्ञानमिति तस्य आकारः कः हा हृदः जलवान् इति हा इति निश्चयः इति हा हृदः जलवान् इति निश्चयः कस्यचित् अभावस्य वह्नि अभावस्य व्याप्यं जले अवगाह्य कस्यचित् अभावस्य व्याप्यं व्याप्यं किम् अत्र व्याप्यमिति वन्य जलम् इति खलु उत्तमं जलं वन्य अभावः तर्हि वन्य अभावस्य व्याप्यं जलं किमर्थं यत्र यत्र जलं तत्र तत्र वन्य अभावः आम् सत्यं व्याप्यं कुत्रचित् अवगाह्य कुत्रचित् इत्युक्ते कुत्र हृदे हृदे अवगाह्य जलं हृदे अस्ति खलु सत्यं हृदे अवगाह्य हृदे अवगाह्य तस्मिन् विशेष्ये इत्युक्ते विशेष्यं किं हृदः इति विशेष्यः खलु सत्यं तस्मिन् हृदे तस्मिन् हृदे प्रतियोगीम् अत्ता बुद्धिम् अस्तु हृदे वह्नि अभावः अस्ति वह्नि अभावः अन्य अभावस्य प्रतियोगी वह्निः अतः वह्निमत्ता बुद्धिं प्रतियोगिमत्ता वह्नौ अस्ति न तावत् समीचीनतया चिन्तितं किन्तु अत्र इतोपि सोपानेन गच्छतु उत्तमं विशेष्ये ह्रदे तावदागतं खलु तत्र इदानीं प्रतियोगिमत्ता बुद्धिम् इत्युक्ते अत्र प्रतियोगी कः कस्य प्रतियोगी वन्य अभावस्य प्रतियोगी वह्निः मत् किं वह्निमत् इति हा प्रतिबध्नाति अतः वह्निमत् इति हृदः तर्हि वह्निमत्ता प्रतियोगिमत्ता हृदे अस्ति हृदे अस्ति सत्यं तादृश प्रतियोगिमत्ता बुद्धिं ज्ञानं प्रतिबध्नाति सत्यं प्रतिबध्नाति चेत् सा प्रतिबन्धकता कथं वक्तव्यम् इत्युक्ते तदभावव्याप्यवत्ता निश्चयमुद्रया वक्तव्यम् अधुना इतः परे हेत्वाभासप्रकरणे तथैव व्यवहृति सर्वत्र केवलं हेत्वाभासप्रकरणे अन्यत्रापि शास्त्रे सत्यं सत्यं तर्हि यदि कोऽपि प्रश्नं पृच्छति ह्रदः जलवान् इति ज्ञानं कया मुद्रया ह्रदः वह्निमान् इति ज्ञानं प्रतिबध्नाति इति चेत् तदभावव्याप्यवत्ता निश्चयमुद्रया इति वक्तव्यं सत्यं पूर्वमस्माभिः किं पठितं तदभाववत्ता निश्चयमुद्रया इदानीं तदभावव्याप्यवत्ता निश्चयमुद्रया सत्यम् इत्युक्ते वह्नि अभावव्याप्य वत् जलम् इति निश्चयमुद्रया अत्र यद्यपि बहु किमपि उक्तं शास्त्ररीत्या अवगमनं किम् अन्ततो गत्वा सुलभतया अवगन्तव्यं किम् इति चेत् अत्र यद् साध्यमस्ति तस्य अभावः साध्यस्य अभावः प्रकाररूपेण प्रतिबन्धकज्ञाने भासेत नो चेत् साध्य अभावस्य व्याप्यः प्रकारविधया भासेत तावदेव सत्यं साध्य अभावः अथवा साध्य अभावव्याप्य साध्य अभावः भासेत, नो चेत् साध्य अभावव्याप्यः भासेत प्रकारे प्रकारतारूपेण अत्र प्रकारतारूपेण तस्मिन् प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञाने सत्यम् इति चेत् अत्र विरोधिः विरोधः साधितः भवति इत्युक्ते अभावः विरोधी भवति नो चेत् अभावव्याप्यः अपि विरोधी भवति सत्यं घटस्य विरोधिः का इति चेत् केवलं घट अभावः इति न वक्तव्यं नो चेत् घट अभावस्य विरोधिः कः इति चेत् घटः इति न वक्तव्यं तत्र विरोधिना यः व्याप्यः अस्ति सः अपि विरोधिः भवति इति अवगन्तव्यम् बुद्धं खलु तदेव अत्र अत्र गभीरचिन्तनेन अस्माभिः मनसि किं स्थापनीयम् इति चेत् एतावत्पर्यन्तं किम् उक्तम् अस्माभिः अवगतम् अत्र अभावः विरोधी भवति नो चेत् अभावस्य विरोधिः भावः भवति इति घटस्य विरोधिः घट अभावः भवति घट अभावस्य विरोधिः घटः भवति इति अवगतम् इदानीं किञ्चित् अग्रे गतं किम् इति चेत् केवलम् अत्र अभावः वा प्रतियोगी वा विरोधिनः भवति किन्तु तत्र व्याप्यः यदस्ति तदपि यदि वह्नि अभावव्याप्यः जलमस्ति तर्हि जलमपि वह्नेः विरोधिः भवति इति तत्र अत्र गन्धाभावव्याप्य जलम् अस्ति खलु तदपि अस्ति न केवलं वह्नि अभावव्याप्य तदपि वक्तुं शक्नुमः खलु यदा उदाहरणं निरूपयतु निरूपयतु निमिषद्वयेन पूरयामः अस्तु गन्धाभाव यत्र जलं हा यत्र यत्र जलं तत्र तत्र गन्धाभावः इति हा इति कृत्वा इति कृत्वा गन्धाभावव्याप्य जल जलं जलं हृदे अस्ति हा तर्हि इदानीं हृदे जलमस्ति इति कृत्वा तत्र गन्ध अभावः अपि अस्ति इति कृत्वा किं निरूपयितुं शक्यते हा तर्हि हृदः गन्धाभाववान् इति ज्ञानम् इति किन्तु साध्यं किम् अत्र इत्युक्ते यदि हृदः पृथिवी वा जलं वा हृदे पृथिवीत्वमस्ति वा न वा इति चिन्तयितुम् एतद् उदाहरणं समीचीनं भवति हृदे जलमस्ति जलं गन्ध अभावेन व्याप्यः अस्ति इति कृत्वा गन्धः कस्य लक्षणमस्ति पृथिव्याः लक्षणं खलु तर्हि अनेन चिन्तनेन हृदः पृथिवी नास्ति इति अवगन्तुं शक्नुमः सत्यं मुद्रया तादृशं चिन्तनीयम् अनया मुद्रया सत्यं हा अत्र अत्र गभीरचिन्तनेन केवलम् इतोपि एकं सोपानं गतं सामान्यतया अभावः एकस्य अभावः विरोधी भवति नो चेत् अभावस्य एकः विरोधी भवति किन्तु केवलम् अत्र सः एव विरोधी इति नास्ति तेन व्याप्यः यदस्ति तदपि विरोधी इति अवगन्तव्यम् अन्ततो गत्वा अभावेन व्याप्ये यद्विरोधी अस्ति तदपि हा इत्युक्ते यत्किमपि अभावेन इत्यपि नास्ति यत्किमपि यत्किमपि निरूपयितुम् इच्छामः यदि साध्यत्वेन अभावः एव निरूपयितुम् इच्छामः तर्हि प्रतिबन्धकं भावः भवति खलु न तु अभावः भावाभावः इति भवति विपरीत्या हा यथा वह्निः अनुष्णत्ववान् इत्यत्र अभावः एव साध्यमस्ति तर्हि अनुष्णत्वाभावाभावः इति इदानीं प्रतिबन्धकः भवति तेन व्याप्यः अनुष्णत्वाभावाभावेन यद्व्याप्यः अस्ति तदपि विरोधी भवति इति मनसि चिन्तनीयं तावदेव समीचीनम् अस्तु समयः जातः अत्र स्थगेयम सर्वेभ्यः नमस्कारः धन्यवादाश्च